तर्हि अस्माकं गीतासोपान पुस्तकस्य द्वितीयभागे अत्र प्रथमः अध्यायः षोडश अध्यायः अस्ति. तत्र आत्मनिपतिधातूनां कृते लङ्लकाररूपाणि अपि च विधिलिङ्लकाररूपाणि. तत्र अस्माभिः यथा पूर्वमपि अधीतं यत् द्वयोः रूपयोः तत्र साम्यम् अस्ति. साम्यं यत्र लङ्लकारः अस्ति तत्र अडागमः आरम्भे भवति एव, नाम अकारः, लघु अकारः आरम्भे भवति एव, यथा अलभत अलभत, तत्र अकारः अस्ति खलु अलभत. अनन्तरं सर्वत्र भवति विधिलिङि, तत्र एकारः मध्ये सर्वत्र अस्ति खलु. लभेत लभेयतां लभेरन् इति कृत्वा एकारः मध्ये अस्ति. अतः लक्षणं द्वयोः मध्ये तु भवति एव विशिष्टं. तदनन्तरं प्रथमपुरुषस्य बहुवचनान्तरूपे तत्र विधिलिङ्गे रन् भवति लभेरन्, अपि च उत्तमपुरुषस्य एकवचने या लभेय, तत्र लग्नकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं तत्र अलभन्त इति भेदः अस्ति, अपि च उत्तमपुरुषस्य एकवचने अलभे इति मनसि निधाय अवशिष्टं सर्वं प्रायः समानम् अस्ति. अस्तु, समीचीनं. तर्हि तत्र अन्ये के के सन्ति? पद्मभगिनी, सन्ध्याभगिनी, अन्य कोऽपि? अस्तु, समीचीनमस्ति. इदानीं तृतीय अभ्यासः अस्ति अस्माकं गृहपाठरूपेण प्रायः कृतवन्तः स्युः. यत्किमपि भवतु नाम इदानीं कुर्मः. तत्र सञ्जीवमहोदय पठति वा? पञ्चाधिकशततमे पुटे तृतीय अभ्यासः. अहं पठामि. हा हा, पठतु कृपया. अद्य राधः दत्तानि वाक्यानि परिशीलयत. तेषाम् इतरवचनयुक्तानि वाक्यानि रचयत. यथा सः अभाषत, तौ अभाषेतां, ते अभाषन्त, वयम् अवन्दामहि, अहम् अवन्दे, आवाम् अवन्दावहि. अस्तु, समीचीनमस्ति. तर्हि अत्र क्षम्यतां, पुनः कस्मिन् पुटे अस्ति? पञ्चाधिकशततमे पुटे. अन्य कोऽपि अस्ति वा नूतनतया? नमस्ते महोदय, अखिल अस्मि. अस्तु अखिल भगिनी, स्वागतम्. तत्र पञ्चाधिकशततमे पुटे अस्माकं लग्नकारस्य अभ्यासः प्रवर्तमानः अस्ति. इदानीं तत्तत् पुरुषस्य बहुवचनान्त अथवा अन्य इतरवचनान्तरूपं वक्तव्यमस्ति. इतर इत्युक्ते सञ्जीवमहोदय वदतु कृपया. इतर इत्युक्ते किमपि दत्तमस्ति तत् विहाय अन्य वचनान्तरूपं. हा, सत्यं सत्यम्. इतर इतर नाम अन्य अन्य, सर्वैः ज्ञातव्यमस्ति. इतर इत्युक्ते अन्य, समीचीनमस्ति. अस्तु, तर्हि द्वितीयं कुर्मः अत्र. सुब्रह्मण्यं महोदय कृपया. आं महोदय. युवकौ अकम्पेताम्, युवकः अकम्पेत युवकाः चिन्तयतु चिन्तयतु अत्र लकारः कः अत्र कः लकारः अस्ति अकम्पेतां तु लङ्लकारः युवकः अकम्पत युवकाः एकारः तु विधिलिङ्लकारे भवति महोदय एकारः लङ्लकारी न कुत्रापि प्रश्नः कः महोदय एकारः लङ्लकारे कुत्र एकारः लङ्लकारे प्रथमपुरुषद्विवचने मध्यमपुरुषद्विवचने अनन्तरं उत्तमपुरुष एकवचने तत्तु अस्ति सत्यं तत्तु अस्ति अस्तु इति कुत्रचिदेव परिगणितेषु स्थलेषु अतः अत्र द्विवचने आसीत् इति कारणेन एकारः आगतः आसीत् युवकौ युवकौ प्रथमपुरुषस्य द्विवचने इति कृत्वा एकारः आगतः आसीत् अकम्पेतां किन्तु सावधानतया कर्तव्यमस्ति यतोहि तत्र अन्यत्र प्रथमपुरुषे एकारः नास्ति अस्तु महोदय अग्रे बहुवचने वदतु द्वितीयं बहुवचने युवकाः अकम्पन्त युवकाः अकम्पन्त न अकम्पन्त इति अस्ति इति अस्ति अस्तु समीचीनमस्ति तर्हि अग्रे तृतीयं तृतीयमिति शिल्पभगिनी भवति वा भगिनी अस्ति अस्मि अत्र त्वं शृणुतं त्वम् असहताः असहताः लट् लकाररूपं कथं तत्र बालकः सहते सहते सह इति धातुः अस्ति सहते सहनं करोति त्वम् असहताः युवाम् मकारः कुत्र अस्ति त्वम् असहताः लङ्लकारः वदतु अग्रे युवां युवाम् असहेत्थां समीचीनं त्वं युवां यूयं यूयं यूयं असहध्वम् असहध्वम् अत्र सहते इति अस्य अर्थः ज्ञातः वा स्मर्यते वा सहते सहनं क्रियते सहनं करोति सहनमिति जानाति खलु क्षम्यतां सहनम् अस्तु समीचीनम् अग्रे गच्छेम तर्हि अस्तु तर्हि मीना भगिनी करोति वा चतुर्थः वाक्यः बालिकाः भगिनी तत्र लिङ्गविषये अपि अस्माकम् अवधानं भवेत् अत्र वाक्यः इति न भवति लिङ्गं किं तस्य बालिकाः न वाक्य वाक्यशब्दस्य लिङ्गं किं चतुर्थः वाक्यशब्दस्य लिङ्गं किं वाक्यं नपुंसकलिङ्गः अस्तु तर्हि वदतु चत्वारं वाक्यं चतुर्थं चतुर्थं वाक्यं बालिकाः अवर्धन्त बालिका अवर्धत बालिके अवर्धेतां बालिकाः अवर्धन्त हा अस्तु सम्यक् सम्यक् अस्ति तत्र अग्रे सन्ध्या भगिनी भवति वा युवाम् अशेभेताम् अशोभेताम् त्वम् अशोभथाः यूयम् अशोभध्वम् हा समीचीनमस्ति अग्रे अखिल भगिनी अग्रे षष्ठम् अहम् एक्षे आवाम् ऐक्षे आवाम् ऐक्षावहि वयम् ऐक्षामहि अत्र धातुः कः इक्ष् इक्ष् ईक्ष् दीर्घीकारः तत्र ईक्ष् इति धातुः अस्ति ईक्षते लट्लकारे ईक्षते तत्र वृद्धिः भवति यत्र अजादिदातुः अस्ति लङ्लकारे तत्र विद्यादेशः भवति आ योगः इ इति ऐ अस्तु समीचीनमस्ति सुनिधि भगिनी अग्रे त्वम् असेवथाः युवाम् असथाः असेव असेवे इति तत्र एकारः भविष्यति पुनः वदतु यूयम् असेवथाः तत्र आरम्भतः वदतु एकवारं यूयम् असेवध्वं त्वम् असेवथाः असेवथाः समीचीनम् युवाम् असेवेथाम् हा हा हा बहु समीचीनमस्ति अस्तु भगिनि हा अग्रे पद्मा भगिनी अग्रे अहम् अस्मि पुष्पा अस्मि हा पद्मा भगिनी अपि अस्ति खलु भवान् अलभत भवन्तौ अलभेताम् भवन्तः अलेभन्त न तत्र पूर्वतने पूर्ति तत्र रूपाणि कथं भवन्ति इति पश्यतु अलभत अलभेताम् अलभन्त साक्षात् दत्तमस्ति खलु अत्र भवन्तः इति रूपम् अस्ति भगिनि तत्र पुटद्वयात् पुटद्वयात् प्राक् लग्नकारः अस्ति खलु लब्धातुः तत्र लब्धातुः तत्र पठतु कृपया कोष्टके अस्ति साक्षात् दत्तमस्ति पश्यति वा रूपाणि लभते अलभत अलेभे लभेत लभते कुत्र अस्ति इति लग्नकारस्य रूपाणि पश्यतु तत्र पुटत्रयात् पूर्वं लब्धातोः रूपाणि साक्षात् दत्तानि सन्ति अलभथाः अलेभेथां न तत्र इदानीं कः पुरुषः प्रवर्तमानः अस्ति भवान् इति लिखितमस्ति खलु भवान् इति कः पुरुषः अस्ति प्रथमपुरुषः हा तर्हि पृथपुरुष अलभत अलभत अनन्तरं द्विवचने भवन्तौ अलभेतां बहुवचने भवन्तः अलभन्त अस्तु सम्यक् अस्ति अस्तु पुष्पभगिनी अग्रे अस्तु महोदय भवत्यः अरमन्त कुत्र अस्ति नवमम किम् अस्ति खलु आवाम् अमन्यावहि अहम् अमन्ये वयम् अमन्यामहि अस्तु समीचीनमस्ति सहदेव महोदय अग्रे दशमं भवत्यः अरमन्त अत्र धातुः अस्ति रम् लट्लकारे रमते रम् इति धातुः अस्ति अरमन्त तर्हि एकवचने किं स्यात् भवति अरमत बहु समीचीनमस्ति द्विवचने च भवत्यौ अरमातां लघुदोषः अस्ति तत्र रूपाणि कथं भवन्ति इति पश्यतु पुटत्रयात् पूर्वं अलभत अलभेताम् अलभन्त इति अस्ति खलु तर्हि द्विवचने किमस्ति समीचीनमस्ति अस्तु अस्तु अग्रे गच्छेम अखिला भगिनी अग्रे कृपया अधः दत्तानि वाक्यानि विधिलिङ्गवाक्यत्वेन परिवर्तयत छात्राः धार्मिकशिक्षां लभन्ते छात्राः वयं न पुनः न अस्माभिः न अश्रूयत पुनः वदतु कृपया छात्राः धार्मिकशिक्षां लभन्ते छात्राः धार्मिकशिक्षां लभेरन् बहु समीचीनमस्ति अस्तु द्वितीयं करोतु वयं राष्ट्रहिताय यतामहे वयं राष्ट्रहिताय यतेमहि यतेमहि अत्र यत् इति धातुः अस्ति अस्तु तर्हि अग्रे सुब्रह्मण्यमहोदय अग्रे अस्तु महोदय यूयं कदापि न स्पर्धध्वे यूयं कदापि न स्पर्धेध्वम् स्पर्धेध्वं समीचीनमस्ति सञ्जीवमहोदय अग्रे शत्रवः भीत्या पलायन्ते शत्रवः भीत्या पलायेरन् अस्तु समीचीनमस्ति सुनिधि भगिनी अग्रे त्वं परीक्षायां विजयसे सो त्वं परीक्षायां विजयसे विजयेथा. समीचीनं. विजयेथाः. अस्तु, त्वं परीक्षायां विजयेथाः. सत्यं सत्यम्. अस्तु, ततः अग्रे गच्छेम. अत्र इदानीं मीना भगिनी कृपया पठतु. अत्र गुणत्रयात्मकस्य आहारस्य आवलिः दत्ता अस्ति. तस्याः आधारेण सेव, भुज्, कृ, लभ इत्येतेषां धातूनां विधिलिङ्ग्रूपाणि योजयित्वा यथोदाहरणं वाक्यानि लिखत. आहारः सात्विकः, राजसः, तामसः. तत्र भिन्नभिन्न आस्वादाः सन्ति, तेषां उपयोगं कृत्वा वाक्यानि रचनीयानि सन्ति. तत्र प्रथम उदाहरणं पठतु कृपया. सः आरोग्यवर्धनम् आहारं सेवेत. अवगच्छति खलु. सः आरोग्यवर्धनं कीदृशम् आहारम्? आरोग्यवर्धनं. सः सेवेत नाम खादेत् अथवा उपयोगं कुर्यात्. अस्तु, समीचीनमस्ति. शिल्पाभगिनी पठतु द्वितीयं वाक्यम्. तौ क्षम्यतां, तौ तिथिवर्धनं भोजनं लभेयात्ताम्. प्रीतिवर्धनं भोजनं, कीदृशं भोजनं? प्रीतिवर्धनं. तर्हि तृतीयमिति करोतु कृपया. अहं यत्किमपि एकं स्वीकृत्य आहारम् अर्थः कः? आहारः इत्युक्ते भोजनं. भोजनम् ओके. तर्हि प्रत्येकस्मिन् वाक्ये अस्माभिः किं कर्तव्यमस्ति? आहारशब्दः अथवा भोजनशब्दः शब्दम् उपयुज्य तस्य एकं विशेषणपदम् उपयुज्य त्रिषु तिङन्तपदेषु नाम सेव् धातुः, भूज् धातुः, लभ धातुः. सेव् धातुः इति सामान्यधातुः अस्ति. सेवते से विदिनि तत्र अत्र अत्र विद्यार्थे अस्ति, विद्यार्थे भवति. तर्हि सेवेत, लभ अपि तथा, लभेत. इदानीं भूज् धातुः, भुज्धातु नाम खादनार्थे अस्ति, लट्लकारे भुङ्क्ते इति भवति. अस्य रूपाणि किञ्चित् असामान्यानि सन्ति, विधिलिङ्गि भवन्ति. यथा अत्र भूञ्ज् सर्वत्र चचचञ इति जकारात् पूर्वम् आगच्छति, भूञ्ज् इति अस्ति. अनन्तरं यथा अस्माभिः दृष्टं तस्मिन् दिने यत् क्रीडातु करोति इत्यस्य तत्र कुर्वीता इति भवति. उभयपदिदातुः अस्ति खलु कृ, तत्र करोति कुरुति, लट्लकारे कुरुते. इदानीं विधिलिङ्गि कुर्वीता, कुर्वी इति अस्ति, कुर्वी, कुर्वीत, कुर्वी यातां, कुर्वी रन्, कुर्वी इति सर्वत्र आसीत्. अत्र भूञ्जी इति तथा, भूञ्जीत, भुञ्जीयातां भुञ्जीरन् भुञ्जीथाः भुञ्जीयाथां भुञ्जीध्वं भुञ्जीय भुञ्जीवहि भुञ्जीमहि इति अस्ति तावदेव. भुञ्जि इति सर्वत्र अस्ति. तर्हि एकम् अत्र खादनार्थे अस्ति खलु, खादति इति भुङ्क्ते. तर्हि भवती वदतु एकवारम्. अहं सम्यक्तया न अवगतवती. अस्तु अस्तु, किञ्चित् किञ्चित् शृणोतु. तर्हि अत्र इदानीं सुब्रह्मण्यमहोदय कृपया करोतु तृतीयम्. अस्तु महोदय, अहम् अमेध्यं भोजनं न भुञ्जीय. हा, इति समीचीनमस्ति. अत्र भोजनं कीदृशम् इति दृष्ट्वा वयं कुर्मः अथवा न कुर्मः, अस्माभिः कर्तव्यमस्ति अथवा न कर्तव्यमस्ति इति वक्तव्यमस्ति. तर्हि महोदयेन उक्तं किम्, अमेध्यं एकनिमेषः भगिनि, इदानीं महोदय कृतवान्. तर्हि इदानीं नाम प्रत्येकं शब्दस्य अर्थः कः इति अपि ज्ञातव्यः अस्ति अस्माभिः. नाम यादृशं भोजनम् अमेध्यमस्ति तादृशं भोजनं न खादनीयमस्ति इति कृत्वा महोदयः उक्तवान् यत् अहम् अमेध्यं भोजनं न भुञ्जीय, यतोहि तत्र तामसिकं भोजनमस्ति, अमेध्यं यत् समीचीनं नास्ति. अस्तु, अग्रिमं करोतु भगिनि. अमेध्यं प्राति सूचनाः सात्विकं भोजनं लभयन् पुनः लभ्य पुनः न श्रुतवान्. सूचनाः सात्विकं भोजनं लभयन् लभे रूपं किं लभयान् लभयान् कुत्र अस्ति तत्र विधिलिङ्गकाररूपाय पश्यति वा तत्र यत्र रूपाणि सन्ति तत्र कथं भवति प्रथमपुरुषस्य बहुवचने? तत्र पश्यतु पुस्तके अस्ति सर्वमस्ति. लभेत लभेयातां लभेरन् लभेरन् लभेरन् पुष्पभगिनी, यदा कस्यचित् अपरस्य जनस्य कार्यम् इदानीं प्रवर्तमानम् अस्ति किञ्चित् प्रतीक्षां करोतु. अस्तु, अनन्तरं भवति. अस्तु, पुष्पभगिनी वदतु कृपया. यकारः कुत्र अस्ति? रेफः अस्ति. लभेरन् लभेरन् लभेरन् अस्ति. अस्तु महोदय, अमेध्यः प्राति अमेध्यः इति भवत्याः प्रश्नः न अवगतः मया. अमेध्यः शुद्धं नास्ति, यत् यत् शुद्धं नास्ति तत् अमेध्यम् अस्ति. अस्तु, अग्रे सन्ध्या भगिनी, अग्रे. वयं वयं आरोग्य वर्धनम् लवणः न न न अत्र अत्र अत्र विशेषणपदम् एकमेव आरोग्य हा अत्र इमानि पदानि सर्वाणि विशेषणानि सन्ति तर्हि एकं विशेषणं स्वीकृत्य तत् विशेषणं च आहार अथवा भोजनशब्दस्य वर्णनं करोति तदेव करोमि न लवण आरोग्यवर्धन अपि च लवण इति एकत्र न भविष्यति लवणं न लभे न लभे महि अस्तु अस्तु भवत्या कथनस्य आशयः मया अवगतः इदानीं तत्र आरोग्यवर्धनार्थं आरोग्यवर्धनार्थं इदानीं पुनः वाक्यं वदतु वयम् आरोग्यवर्धनार्थं लवणं न अत्र पश्यतु अत्र लवणशब्दः विशेषणमस्ति ओ लवणः भोजनं लवणः भोजनं भोजनमिति शिलिङ्गं किं न लवणः भोजन लवणं भोजनं लवणं भोजनं न सेवेमहि हा हा अस्तु समीचीनमस्ति अस्तु अग्रे अग्रे तर्हि अखिला भगिनी अग्रे षष्ठम् रुक्षं भोजनं पुनः रुक्षं भोजनं न सेवेताः अस्तु पुनः इदानीं वाक्यत्रयम् इदानीम् अग्रे वदेम तत्र क्रियापदत्रयम् अस्ति इति कृत्वा ताः तदेव वाक्यं पुनः त्रिवारम् एकवारं वदतु सेव त्वं रुक्षं भोजनं अस्तु अस्तु त्वं रुक्षं भोजनं न कुर्वीताः त्वं रुक्षं भोजनं न लभेताः त्वं रुक्षं भोजनं न भुञ्जीताः हा समीचीनमस्ति अस्तु इति अस्ति समीचीनमस्ति अग्रे गच्छेम तर्हि इदानीं मीना भगिनी वदतु अग्रे अर्थं किं किं वृक्षः अर्थ वृक्षापि तत्र असमीचीनं किम् अस्ति इति केवलम् एक एव अर्थः इति नास्ति किन्तु तत् तामसिकं भोजनं भविष्यति तथा अस्ति चेत् तामसभोजनं नास्ति अस्ति अस्ति ओके तामसिकं भविष्यति वृक्षमस्ति चेत् अस्तु अग्रे सप्तमं वाक्यं ताः बलवर्धनम् अत्युष्णम् आहारं भुञ्जीरन् एवं सत्यमस्ति बलवर्धनम् अत्युष्णम् भवती यथा मिश्रितं कृतवती नाम बलवर्धनं तु कर्तव्यमेव किन्तु अत्युष्णं नाम द्वयोः मध्ये एकं स्वीकरोतु. ओके, ताः बलवर्धनं भोजनं भुञ्जीरन्. हा, भुञ्जीरन्. लब् अस्ति चेत् लब् दातुः. लबेरन्. ताः बलवर्धनं भोजनं लबेरन्. अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. अधुना अग्रे पद्मा भगिनी वदतु. भगिनी. राम. आम् महोदय. युवान् आरोग्यवर्धनं सात्विक आहारं सेवेताम्. स्पष्टतया वक्तव्यमस्ति, महाप्राणः अस्ति. सेवेताम्. अस्तु, तर्हि अग्रे गच्छेम. सहदेव महोदय अग्रे. आम्. आवाम् आवां बलवर्धनं भोजनं लबेवाहि. हा, पुनः उच्चारणं करोतु. लभे. लभे प्रथमपुरुषः बहुवचनं. समीचीनं. द्विवचनं समीचीनमस्ति. पुनः वदतु, समीचीनम् उच्चारणं करोतु. लभे न जानामि. लभे न, भवान् तु उक्तवान् एव. पुनः तदेव वदतु. आवां लभवर्धनं भोजनं न. आकारः नास्ति, अतः अहम् उक्तवान्. आकारः नास्ति खलु. ओ, लभे वहि. वदतु, लभे वहि. हा, लभे वहि. अस्तु, सम्यक् अस्ति. सुनिधि भगिनी अग्रे. महोदय, महोदय, क्रु धातु कुर्वी वहि. क्रु धातुः सत्यं, कुर्वी वहि. अस्तु, सुनिधि भगिनी अग्रे. यूयं तीक्ष्णम् आहारं न भुञ्जे ध्वम्. भुञ्जीध्वम्. हा, बहु सम्यक् अस्ति. बहु सम्यक् सम्यक् अस्ति भगिनि. पुनः वदतु. पुनः. यूयं तीक्ष्णम् आहारं न भुञ्जीध्वम्. हा, अस्तु, समीचीनमस्ति. अस्तु, अग्रे. तर्हि पुष्पा भगिनी वदतु. महोदय, अहं भुङ्क्ते. भुङ्क्ते. हा, अग्रे वदतु. सात्विकः. सात्विकम् आहारं सात्विकः कुर्वीत. कुर्वीत. हा, अस्तु, समीचीनमस्ति. अग्रे सन्दीपमहोदय अग्रे कृपया. भवान् यातयामः यातयामम् आहारं न सेवेत. हा, अस्तु, समीचीनमस्ति. त्रिषु रूपेषु वदतु कृपया. लभ. भवान् यातयामम् आहारं न लभेत. भवन्तौ क्षमता भुज् भुज् भुज् हा भवान् यातयामम् आहारं न भुञ्जीत. हा भुञ्जीत इति अस्ति, समीचीनमस्ति. अग्रे गच्छेम. इदानीं सुब्रह्मण्यमहोदय कृपया अग्रे. अस्तु महोदय, भवती प्रीतिवर्धनं भोजनं सेवेत. भवती प्रीतिवर्धनं भोजनं भुञ्जीत. भवती प्रीतिवर्धनं भोजनं कुर्वीत. भवती प्रीतिवर्धनं भोजनं लभेत. अस्तु, सम्यक्. अग्रे सन्ध्या भगिनी, अग्रे. भगिनी अस्ति? आमाम् अस्मि. चिन्तयामि. एतौ फलवर्धनः बलवर्धनं भोजनं सेवितम्. एकवारं यान् शब्दाः ये शब्दाः सन्ति तान् परिशीलयामः एकवारं. तत् सात्विकः, राजसः, तामसः इति प्रायः जानीमः खलु. तत् ततः अग्रे आयुर्वर्धनः इति आयुः तत्र स्वास्थ्यस्य कृते वर्धकमस्ति इति अस्ति. कटुः, कटुः इति अभ्यासपुस्तके एव वयं पठितवन्तः. कटुः सर्वे जानीयुः खलु. कटुः यातयामः कटुः इति अभ्यास भवती पश्यतु, यतोहि कटुपुस् तत्र प्रथममासे वयम् अधीतवन्तः सर्वे कटुभोजनं तत्र यस्मिन् बहु किं मरीचिका अस्ति. अनन्तरं यातयामः इति तदपि समीचीनं नास्ति. यातयामः नाम यत् पुरातनम् अस्ति, न कोऽपि इच्छति. पुरातनमस्ति, असमीचीनं जातमस्ति. सत्त्ववर्धनः इति अपि तथा साधकः. अनन्तरम् आम्लः यथा निम्बुकम्. अनन्तरं गतरसः इति रसः, यस्मिन् रसः गतः खलु. रसः गतः, आस्वादः गतरसः. बलवर्धनः, अनन्तरं लवणः, अनन्तरं पूतियुक्तः. पूतियुक्तः अपि तथा. यस्य गन्धः बहु असमीचीनः अस्ति तस्मिन् पूतिः अस्ति. अतीव असमीचीनगन्धः इति पूतिः. अतः तद्युक्तः, पूतियुक्तः. आरोग्यवर्धनः. अनन्तरम् अत्युष्णः, उष्णः सर्वे जानीयः खलु, अत्युष्णः. अनन्तरं पर्युषितः अपि असमीचीनं जातमस्ति इति अर्थः. उषितः, परिऊषितः, पर्युषितः. अनन्तरं सुखवर्धनः, तीक्ष्णः. तीक्ष्णः अतीव किं वदेम, सर्वे जानन्ति खलु तीक्ष्ण. अनन्तरम् उच्छिष्टः, क्षम्यताम्, उच्छिष्टः इति अपि अशुद्धमस्ति. उच्छिष्टः इति अशुद्धमस्ति. प्रीतिवर्धनः, अनन्तरं रुक्ष्णः, अनन्तरम् अमेध्यः इति सर्वे शब्दाः सन्ति. अस्तु, कृतपर्यन्तं सप्तदश इति. अस्तु, सुनिधि भगिनी वदतु कृपया. यत् किमपि कर्तुः आहारं भुञ्जीत। पुनः वदतु। सा कटुः आहारं भुञ्जीत। वस्तुतः कटुः एते लवणः कटुः इति नियतलिङ्गशब्दाः सन्ति इति मन्ये, किञ्चित् वैचित्र्यमस्ति, त्रिषु लिङ्गेषु न स्युः। अस्तु, समीचीनमस्ति, अग्रे गच्छेम। तर्हि पुष्पा भगिनी वदतु। शीघ्रम् अग्रे गच्छेम। अस्तु, चिन्तयतु, भवती चिन्तयतु। अष्टादश, अखिला भगिनी अग्रे, नवदश। अस्तु, पुनः वदतु। अहम् आम्लम् आहारं न अस्तु, अग्रे अखिला भगिनी अग्रे। योगिनः उच्छिष्टम् आहारं न भुञ्जीरन् योगिनः उच्छिष्टम् आहारं न कुर्वीरन् योगिनः उच्छिष्टम् आहारं न सेवेरन् योगिनः उच्छिष्टम् आहारं न लभेरन्। सत्यम्। अस्तु, अग्रे तर्हि अन्तिमं, शिल्पा भगिनी अन्तिमम्। क्षम्यताम्। वयं कुटुम्ब भोजनं न लभेमहि। अस्तु, सम्यक् अस्ति, अग्रे गच्छेम। अत्र सन्दीपमहोदय अग्रे पठतु कृपया। एते सुभाषिते पठत। सन्ध्या बहु शब्द। अस्तु महोदय, अहं पठामि। एते सुभाषिते पठत। गते शोकं न कुर्वीत, भविष्यं नैव चिन्तयेत्, वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः। बुद्धिमता पुरुषेण गतः विषयः न चिन्तनीयः, भविष्यतः विषयेपि न चिन्तनीयं, तेन वर्तमानकालविषये एव चिन्तनीयं व्यवहर्तव्यं च। इत्युक्ते गतकालस्य विषये न चिन्तनीयं, कोऽपि लाभः नास्ति, तत्तु गतमेव, तद् भविष्यतः भविष्यकाले कालविषये अपि चिन्तनं कृत्वा किमपि न लाभः, तत्तु अस्माकं हस्ते न अस्ति किं भविष्यति इति। वर्तमानकाले एव वयं भवामः, तदेव तत्र तस्मिन् काले एव किमपि कर्तुं शक्यमस्ति। वर्तमानकालविषयेपि चिन्तनीयं, तत्रैव व्यवधानं करणीयम् इति। समीचीनं, समीचीनम्। अस्तु, अस्मिन् सुभाषिते, एकनिमिषं भगिनि, अस्मिन् सुभाषिते तत्र विधिलिङ्गान्तरूपाणि सन्ति कुत्र? कुर्वीत, चिन्तयेत्, अपि च विचक्षण इति शब्दस्य अर्थं जानाति वा? विचक्षणाः, विचक्षण इत्युक्ते बुद्धिमान्, बुद्धिमन्तः विचक्षणाः इति अर्थः अस्ति. अनन्तरं वर्तयन्ति इति वृद्ध धातोः णिच् निजन्तरूपमस्ति. प्रेरणार्थके अस्ति, किन्तु अत्र वस्तुतः वर्तते वर्तयति, वर्तयति इत्युक्ते जीवनं करोति अथवा करोति. वर्तमानेषु कालेषु वर्तयन्ति विचक्षण, तत्र जीवन्ति इति अर्थः अत्र अस्ति. जीवन्ति इति अर्थः अस्ति. हा अस्तु, सम्यक् अस्ति. अग्रे अखिला भगिनी, अग्रे कृपया. श्वः कार्यं क्षम्यतां, श्वः कार्यम् अद्य कुर्वीत, पूर्वाह्ने च अपराह्निकं न हि प्रतीक्षते मृत्युः, कृतम् अद्य न वा कृतम्. श्वः करणीयं कार्यं बुद्धिमान् अद्यैव कुर्यात्, अपराह्णे करणीयं कार्यं पूर्वाह्णे एव कुर्यात्. यतः मृत्युः अनेन एतत् कार्यं कृतमस्ति न वा इति न प्रतीक्षते. अत्र एकं वदामि, अत्र उच्चारणविषये वदामि एकं सर्वेषां कृते. कश्चन नियमः अस्ति, परम्परा इति वक्तुं शक्नुमः, यत् अनुनासिक वर्णाः केचन सन्ति ये यदा हकारस्य अनन्तरम् आगच्छन्ति तेषाम् उच्चारणं तस्मात् पूर्वं वस्तुतः भवति. यथा चिह्नशब्दः, तत्र चिह्न इति न वदामः, चिह्नं. ब्रह्म अपि तथा, ब्रह्म इति वस्तुतः न वदामः, ब्रह्म इति न. अत्रापि हा इति अस्ति, इति उच्चारणम् अस्ति. अस्तु, समीचीनमस्ति. अग्रे भगिनी तत्र कृपया सारांशः कः? तत्र सारांशः एवम् अस्ति, तत्र यत् कार्यम् अस्माभिः श्वः करणीयम् इति चिन्तयामः चेत् तस्य तत् कार्यम् अद्य एव करणीयं, तथैव तत्र यदि अद्य सायङ्कालं वा रात्रौ वा इति कार्यं करणीयम् इति चिन्तयामः चेत् प्रातःकाले एव अस्माभिः करणीयं तत् कार्यमपि. किमर्थं चेत् यदा मृत्युः आयाति तद् कोऽपि कार्यं कृतवान् वा न कृतवान् वा इति दृष्ट्वा न आगच्छति. यदा आगच्छति तदेव आगच्छति, तर्हि कार्यं पूर्वमेव कुर्मः चेत् सम्यक् भवति. हा हा, समीचीनमस्ति. तर्हि विधिलिङ्गकार अन्तरूपाणि कुत्र? तत्र कुर्वीत तदेव अस्ति इति चिन्तयामि, एकमेव अस्ति, तदेव अस्ति. अस्तु, बहु सम्यक्. तर्हि अग्रे श्लोकद्वयमस्ति, गीतश्लोकद्वयमस्ति. चिन्तयेत् विधिलिङ्गकार नास्ति. नास्ति, कः लकारः? चिन्तयेत् अत्र चिन्तयति इति तत्र परस्मैपदी धातु अस्ति, परस्मैपदी इति कृत्वा भवेत् गच्छेत् इति वयं पठितवन्तः पूर्वम्. अत्र आत्मनेपदी नास्ति इति तावदेव, परस्मैपदे अस्ति विधिलिङ्ग्. हा अस्तु, अग्रे तर्हि सुब्रह्मण्य महोदय अग्रे. आं महोदय, योगी युञ्जीत सततमात्मानं रहसि स्थितः, एकाकी यत चित्तात्मा निराशीरपरिग्रहः. अत्र अवगच्छति वा? अवगच्छामि महोदय, किञ्चित् अवगच्छामि. अत्र योगी सततम् आत्मानं रहसि स्थितः युञ्जीत, अत्र अन्वयवाक्यमस्ति. योगी सततम् आत्मानं रहसि स्थितः युञ्जीत. अत्र द्वितीयमस्ति निराशिः अपरिग्रहः एकमेव वाक्यम् अस्ति चिन्तयामि महोदय. महोदयेन बहु समीचीनं कार्यं कृतमस्ति. यदा श्लोकः आगच्छति अस्माकं कार्यं किं कर्तृपदं किं वस्तुतः बालकः आपणं गच्छति इति साधारणवाक्यमस्ति खलु. बालकः इति कर्तृपदमस्ति, आपणमिति कर्मपदमस्ति, गच्छति इति क्रियापदमस्ति इति सामान्यचिन्तनमस्ति अस्माकं. तर्हि तादृशशब्दक्रमः न भवति सामान्यतया श्लोकेषु. इति कृत्वा अस्माकं किम् उत्तरदायित्वमस्ति इति चेत्, प्रथमतया पदविच्छेदः, अनन्तरं शब्दक्रमः द्रष्टव्यः अस्ति. तदर्थं क्रियापदं किं, कर्तृपदं किं, कर्मपदं किम् इति एतत् सर्वं द्रष्टव्यमस्ति. पुनः यत्र कर्तृपदमस्ति अथवा कर्मपदमस्ति, विशेषणानि सन्ति चेत् तेषां सह गच्छन्ति इति अपि द्रष्टव्यमस्ति. अस्मिन् श्लोके क्रियापदानि भवतानि, तत्र भवान् वदतु कति क्रियापदानि सन्ति. अनेन वयं निर्णेतुं शक्नुमः यत् कति वाक्यानि स्युः. अत्र युञ्जीत क्रियापदमस्ति महोदय. हा, इति एकमेव अस्ति. तस्य लकारः कः? लकारः तु युञ्जीत विधुलिङ्गलकारः अस्ति महोदय. अत्र यूज् आत्मनेपदी योजनं करोति इति यूज् धातुः. समीचीनमस्ति. तर्हि पुनः वाक्यं वदतु. योगी सततम् आत्मानं रहसि स्थितः युञ्जीत. अत्र सामान्यतया यदा अन्वयवाक्यं वदामः तदा क्रियापदात् साक्षात् पूर्वं कर्मपदं स्थापयामः. भवता यत् उक्तं तत् दोषपूर्णमिति नास्ति, तथापि वदामि स्पष्टतार्थं. योगी रहसि स्थितः सततम् आत्मानं युञ्जीत. यतोहि आत्मानमिति द्वितीयविभक्त्यन्तं पदमस्ति, कर्मपदं च समीचीनमस्ति. अपि च अनेकानि विशेषणपदानि सन्ति अत्र. तानि च विशेषणानि केषां वर्णनं कुर्वन्ति? योगी योगेः वर्णनं कुर्वन्ति अत्र. तत्र योगीशब्दस्य प्रातिपदिकं किं? योगिन्. षष्टिविभक्त्यन्तं? योगिनः. अस्तु अस्तु, पुनः वदतु. योगिनः वर्णनं कुर्वन्ति अत्र. एकाकी यतचित्तात्मा निराशीः अपरिग्रहः योगी रहसि स्थितः सततम् आत्मानं युञ्जीत. इति सम्पूर्णमस्ति पूर्णतया. अत्र सामान्यवाक्यमस्ति योगी, कर्तृपदमस्ति योगी, योगी युञ्जीत इति सरलवाक्यम्. अनन्तरं कर्मपदसहित तत्र योगी आत्मानं युञ्जीत. कुत्र रहसि? रहस् इति सकारान्त शब्दः अस्ति. रहस् इति शब्दस्य अर्थः विजन तादृशस्थानं यत्र अन्य न कोऽपि अस्ति. रहसि गुप्ता इति न तत् इति सामान्यतया वक्तुं शक्नुमः यत्र न कोऽपि अस्ति. रहस् इति सप्तमी अन्तं पदमस्ति. रहसि स्थितः. सततम् इति सदा इति अर्थः. आत्मानं स्वयं युञ्जीत. अस्तु, कीदृशः योगी इति चेत् तत्र एकाकी, अपरिग्रहः. अत्र अपरिग्रहः इति भाववाचकपदमपि अस्ति. अत्र बहुव्रीहिसमासः कृतः अस्ति. सामान्यतया बहु अपरिग्रहः इति नियमेषु, तत्र दशसु नियमेषु एकः अन्यतमः अस्ति अपरिग्रहः. अपरिग्रहः नाम ग्रहणं न कर्तव्यमस्ति. अधिकचिन्तनम्, ओ अहम् एतत् इच्छामि, तत् इच्छामि, तत् करिष्यामि, एतत् सर्वम् अविचिन्त्य अपरिग्रहः इति भावः सम्पन्नः भवति. अपरिग्रहः हा, अत्र बहुव्रीहिसमासः अस्ति. न विद्यते यस्य सः, अपरिग्रहः न विद्यते यस्य सः, सः स्वयम् अपि ग्रहः योगी. अपरिग्रहः बहुव्रीहिसमासः इत्युक्ते किं? बहुव्रीहिसमासः नाम यत् अन्यपदप्राधान्यमस्ति. अग्रे गत्वा एतत् सर्वं चिन्तयिष्यामः. एवमेव वदामि, अत्र न कापि चिन्ता, अग्रिमे पुस्तके एतत् सर्वम् आयाति. किन्तु अस्तु, बहुव्रीहिसमासः, समासः नाम संयुक्तपदमस्ति. अपि च बहुव्रीहिसमासः इति सर्वदा विशेषणं भवति. अपरिग्रहः इति भाववाचकपदमस्ति, न तु विशेषणपदमस्ति. सामान्यतया भावः अस्ति, न तु विशेषणम्. अत्र विशेषणं जातमस्ति बहुव्रीहिसमासं कृत्वा. बहुव्रीहिसमासं कृत्वा नाम यस्य सः, यस्य अथवा यस्मिन् अपरिग्रहः इति भावना वर्तते, सः स्वयम् अपरिग्रहः, स्वयम् इति अस्ति. अनन्तरं यतचित्तात्मा अपि तथा, नाम तत्र विशेषणं नास्ति, किन्तु अत्र तथा कृतमस्ति. अत्र विच्छेदः एवमस्ति, चित्तं च आत्मा च चित्तात्मानौ इति द्वन्द्वसमासः अस्ति. यथा रामः कृष्णः, रामः च कृष्णः रामकृष्णौ, अत्र चित्तं च आत्मा च चित्तात्मानौ इति अस्ति. इदानीं चित्तात्मानौ यतौ येन सह, चित्तात्मानौ येन सह इति चित्तात्मा इति अस्ति. तर्हि यस्य आत्मा तादृशः अस्ति, सः स्वयं यतचित्तात्मा इति आयाति. ता यः स यतः, यतः यतः यतः नाम यद् धातोः क्तान्तरूपमस्ति. यतते, यतते इति अस्ति यद् धातोः, तत् क्तान्तरूपमस्ति यत्. यतौ चितात्मानौ येन सह, यस्य चित्तं च आत्मा च निमग्नमस्ति परमात्मनि इति अर्थः अस्ति. अस्तु, अग्रे तर्हि अग्रे एकाकिन् एकाकिन् इति, हा सत्यं सत्यम्, एकाकिन् इति अस्ति. निराशीः इति यस्य न किमपि आकर्षणम् अपरस्मिन्नपि दिशि, केवलं परमात्मनः दिशि यस्य चिन्तनं, सः निराशीः. अपरस्मिन् दिशि तस्य किमपि आकर्षणं नास्ति इति अर्थः. अस्तु, समीचीनमस्ति. अग्रे अत्र अपरिग्रह विशेषण सामान्यतः नास्ति इति मया उक्तम् इति उक्तं सत्यम्. अस्तु, अग्रे अखिला भगिनी वदति वा? आं महोदय, नाति उच्छित्रं नातिनीचं चैलाजिनकुशोत्तरं तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः. न अति उच्चित्रं न अतिनीचं चैलाजिनकुशोत्तरं न अतिनीचं आसनम् शैल... अत्र आसनस्य वर्णनं योगिनः आसनम् अस्तु. शैलाजिनकुशोत्तरं तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः तत्र समासपदमिति चिन्तयामि. क्षम्यतां महोदय, अत्र एकं दोषमस्ति खलु. एकवाक्यः एकादश श्लोकस्य न दोषः इति अस्ति इति हा सत्यं नाम पूर्ण एकस्य श्लोकस्य अन्तिमपङ्क्तिः अपरस्य प्रथमपङ्क्तिः. अत्र ज्ञात्वा कृतवन्तः न वा इति न जानामि, किन्तु तथा अस्ति. सत्यं सत्यम्, एकादशस्य अन्तिमवाक्यं द्वादशस्य प्रथमवाक्यमस्ति इति खलु. तथा अस्ति. वस्तुतः केचन श्लोकाः तथा सन्ति येषाम् अर्थः एकत्र भवति. अत्र तथा अस्ति खलु, तत्र एकादश द्वादश इत्यनेन अर्थः उच्यते मिलित्वा. अस्तु, अत्र विधिलिङ्गकार रूपमस्ति कुत्रचित् भगिनि? न महोदय, न दृश्यते वा? न दृश्यते खलु, न दृश्यते. किमर्थं अत्र प्रायः दोषः स्यात्? वदतु भगिनि. न तत्र कृत्वा इति एकमेव पदं तत्र क्रियापद रूपेण दृश्यते अत्र. प्रायः दोषः, तेषां दोषः जातः, यतोहि विधिलिङ्गरूपम् अपि नास्ति अत्र किमपि. अपि च अर्थस्य वदनमपि किञ्चित् कठिनमस्ति, यतोहि मिश्रितमस्ति. अस्तु, त्यजामः तर्हि, अग्रे गच्छेम. सञ्जीवमहोदय, कृपया अग्रे पठतु. चाटुश्लोकः किम् एकनिमिषम् किं वाससेत्यत्र विचारणीयं, वासः प्रधानं खलु योग्यतायाः. पीताम्बरं वीक्ष्य ददौ स्वकन्यां, चर्माम्बरं वीक्ष्य विषं समुद्रः इति. वस्त्रेण किम् इति विषये चिन्तनीयं किञ्चित् अस्ति. वस्त्रं योग्यतायाः निर्णायकं भवति. भगवान् विष्णुः पीताम्बरधारी अस्ति इति तं दृष्ट्वा समुद्रराजः तस्मै पुत्रीं लक्ष्मीं दत्तवान्. शिवः तु चर्माम्बरधारी, तं दृष्ट्वा समुद्रराजः तस्मै विषं दत्तवान् इति श्लोकः अस्ति. किं वाससे इत्यत्र, वाससा इति अत्र विचारणीयं, वासः प्रधानं खलु योग्यतायाः. वासः दृष्ट्वा, वस्त्रं दृष्ट्वा एव योग्यतां मापयन्ति इति श्लोकः वदति. विष्णुः पीताम्बरधारी अस्ति, पीताम्बरवस्त्रं धारयति. तद्दृष्ट्वा समुद्रराजः लक्ष्म्याः पिता तं पुत्रीं स्वपुत्रीं दत्तवान् विवाहे. परन्तु शिवः तु चर्माम्बरधारी, तं दृष्ट्वा चर्माम्बरधारीं शिवं दृष्ट्वा समुद्रराजः तस्मै विषं दत्तवान्. चर्माम्बरः तु पीताम्बरपेक्षया अधमः अस्ति इति चिन्तयित्वा. अस्तु, सत्यं सत्यं, बहु समीचीनमस्ति. अत्र सन्ध्या भगिनी अवगच्छति वा? बहु कठिनः अस्ति महोदय. न, कठिनं नास्ति, किमपि नास्ति वस्तुतः. अस्तु, किं कुर्मः अत्र सञ्जीवमहोदय, किञ्चित् इतोपि सरलतया, इदानीम् इदं भवतः उदुर्दायित्वं यत् सर्वे अवगच्छेयुः, किञ्चित् इतोपि सरलरीत्या वदतु. अत्र वयं तु जानीमः विष्णुभगवान् पीताम्बरम् इत्युक्ते अम्बरं नाम वस्त्रं इति उत्तमवस्त्रं सर्वदा धारयति, धारणं करोति इति, यथा उत्तमं वर्णमयं वस्त्रम् अस्ति तं सर्वदा धारयति. परन्तु शिवः, भगवान् शिवः तु तस्य वस्त्रं तु चर्म एव. चर्म नाम त्वचा, मृगस्य त्वचा एव, हरिणस्य त्वचा, हरिणस्य त्वचा, हरिणः पशोः त्वचा एव. अवगच्छति वा तत्र भगिनी? सन्ध्या भगिनी अवगच्छति वा श्लोकः? न न न, महोदय यद् वदति तत् विष्णोः वस्त्रं पीताम्बरम् अस्ति, तत्र बहु उत्तमवस्त्रमस्ति. परन्तु शिवस्य अम्बरं वस्त्रं तु मृगस्य त्वचा एव तस्य. शिवः तु वस्त्रं न धारयति इति प्रथमं दत्तमस्ति. तदनन्तरं तद्दृष्ट्वा समुद्रराजः, समुद्रराजस्य पुत्री अस्ति लक्ष्मी इति प्रसिद्धा एव, तस्य समुद्रमन्थनसमये लक्ष्मी जाता समुद्रतनया इति प्रख्याता अस्ति. समुद्रराजः तस्य पुत्रीं लक्ष्मीं कं विवाहे कं दातव्यम् इति चिन्तितवान् विवाहसमये. सर्वे पिता तु चिन्तयन्ति विवाहे पुत्रीम् उत्तम वरं, वरं नाम बालकं, पुरुषं, पुरुषः उत्तमः भवेत् इति आशां कुर्वन्ति सर्वे पितरः. सो इदानीमपि समुद्रराजः लक्ष्मीं स्वपुत्रीं किं कं दातव्यं विवाहसमये इति चिन्तितवान्. तदा यदा पुत्री कं तत्र कर्मणिप्रयोगः अस्ति, पुत्री दातव्या. हा, पुत्री दातव्या, पुत्री पुत्रीं दातव्यं, न तथा न भवति, पुत्रीं कर्मणिप्रयोगः दातव्या, पुत्री दातव्या इति एव अस्ति, पुत्री दातव्या इति चिन्तितवान्. तदा यदा अन्वेषणं कृतवान् कः पुरुषः उत्तमः इति, तदा यदा सः समुद्रराजः विष्णुं दृष्टवान् तदा विष्णुः तु पीताम्बरधारी अस्ति, उत्तमवस्त्रं धारयन् अस्ति. परन्तु शिवः तु मृगत्वचां धारयन् अस्ति, तत्तु उत्तमः तु विष्णुः एव दृश्यते, विष्णुः एव धनवान् भाग्यवान् इति दृश्यते मया इति चिन्तयित्वा निर्धारं कृतवान् विवाहे मम पुत्रीं लक्ष्मीं तु लक्ष्मीं तु विष्णुम् एव ददामि इति चिन्तितवान्. सन्ध्या भगिनी किञ्चित्? परन्तु हा, परन्तु अग्रे अपि अस्ति. अग्रे किम्? अग्रे तत्र शिवं विषं दत्तवान् इति, शिवं समुद्रे समुद्रमन्थनसमये हालाहलविषः उत्पन्नः लक्ष्मी या सुन्दरा आसीत् तां विष्णुभगवन्तं दत्तवान्, परन्तु शिवं चर्माम्बरं चर्मधारिणं वीक्ष्य दृष्ट्वा तं तु हालाहलविषं दत्तवान् इति सारांशः. अस्तु सन्ध्या भगिनी, किञ्चित् तत्र सारांशः अवगतः वा? न नास्ति. अस्तु अहं किञ्चित् न तत्र किं अखिला भगिनी किञ्चित् सरला अतीव सरलरीत्या वदतु. अस्तु महोदय, प्रयत्नं करोमि. तत्र वस्त्रेण अस्माकं प्रयोजनं किम् इति, अस्माभिः वस्त्रेण अस्माभिः किं प्रयोजनम् इति अस्ति. तत्र अस्माकं किं प्रयोजनम् इति अस्ति, किमर्थं सम्यक् रीत्या वस्त्रं धारयामः इति तत्र किञ्चित् चिन्तनम् अस्ति. तत्र यदा समुद्रमन्थनसमये लक्ष्मी अपि आगच्छति समुद्रात्, अनन्तरं विषः अपि आगच्छति. तत्र समुद्रराजः एकनिमेष सन्ध्या भगिनी, तत्र वस्त्रस्य किं महत्त्वम् इति एतावत् आगच्छति वा वस्त्रस्य? आम् शिव विष्णु च भेदं वस्त्रम् अस्ति, भेदः वस्त्र. नाम वस्त्रं दृष्ट्वा वयं निर्णयं कुर्मः यत् अयं पुरुषः कीदृशः, खलु? अस्तु अस्तु भगिनी, अग्रे. आं तर्हि यदा समुद्रात् लक्ष्मी अपि च विषः आगतौ, तदा समुद्रराजः पश्यति तत्र विष्णुः अपि अस्ति शिवः अपि अस्ति, कस्य प्रति किं ददामि इति किञ्चित् चिन्तयति. अपि तस्मिन् समये विष्णुः अस्ति तत्र पीताम्बरधारी इत्युक्ते अति उत्तमवस्त्रं धरति विष्णुः. शिवः तु तत्र त्वचा यद् वस्त्रमस्ति तदैव धृत्वा तत्र स्थितः अस्ति. तर्हि समुद्रराजः पश्यति प्रथमं, विष्णुः तु अत्युत्तमं वस्त्रं धारयति इति इति दृष्ट्वा तम् अस्तु, सः प्रायः धनवान् अस्ति, मम पुत्री तत्र सुखेन वासं करोति स्यात् इति चिन्तयित्वा तं स्वपुत्रीम् इत्युक्ते तस्य पुत्रीं ददाति पुत्रीं ददाति. तदनन्तरं शिवं पश्यति, सः तु अति किं वदामि, यस्य मूल्यम् अधिकं नास्ति, यद् प्रायः तत्र वने एव लभते, तादृशं चर्मवस्त्रं धारयति. तं दृष्ट्वा अस्तु, तस्मै तु केवलं विषमेव प्रायः तस्य कृते सम्यक् भवति इति चिन्तयित्वा विषं ददति. इत्युक्ते तत्र वस्त्रं दृष्ट्वा एव यः कोऽपि, अहं न जाना, यदा कोऽपि आगच्छति यः अन्य कोऽपि न जानाति, अन्य कमपि न जानाति, तं प्रति कीदृशः पुरुषः इति निर्णेतुं वस्त्रं प्रमुखं कार्यं निर्वहति अत्र. इति कारणात् तत्र वस्त्रस्य प्रयोजनं किम् इति तत्र चाटुश्लोके दत्तमस्ति. सन्ध्या भगिनी स्पष्टम्? आम् अस्तु, इदानीमस्ति, जातमस्ति, समीचीनमस्ति. एकनिमेषः भगिनि, एकनिमेषः. त्रिषु निमेषेषु अहं किञ्चित् वदामि. अत्र कर्तृकर्मणि च प्रयोगे, कर्तृकर्मणि च प्रयोगे भेदः कः, अपि च अस्माकं तत्र प्रयोजनं किम्? अत्र कर्तृप्रयोगे एकं वाक्यमस्ति, एकं द्वे एकं. कर्मणि प्रयोगे त्रीणि एकम् एकम् इति वदामः. तस्य अर्थः कः इति वदामि इदानीं. कर्तृप्रयोगे बालकः आपणं गच्छति. तत्र कर्तृपदस्य प्रथमाविभक्तिः, कर्मपदस्य द्वितीयविभक्तिः, अपि च क्रियपदं कर्तृपदम् अनुसृत्य रूपं स्वीकरोति इति. एकं द्वे एकम्, एकम् इत्युक्ते कर्तृपदस्य प्रथमाविभक्तिः, द्वे इत्युक्ते कर्मपदस्य द्वितीयविभक्तिः, पुनः एकम् इत्युक्ते क्रियपदं यस्य प्रथमाविभक्तिः कर्तृपदं, तदनुसृत्य रूपं स्वीकरोति. अतः बालकः आपणं गच्छति, बालकाः आपणं गच्छन्ति बहुवचने भवति, यतोहि बालकाः बहुवचने अस्ति इति कृत्वा. एकं द्वे एकम् इति कश्चन श्लोकः अस्ति, महत्वपूर्णवाक्यमस्ति. हा, अनन्तरं यदा कर्मणि प्रयोगे भवति तदा त्रीणि एकम् एकं, नाम कर्तृपदं तृतीयाविभक्तौ अस्ति, कर्मपदं प्रथमाविभक्तौ अस्ति, अपि च क्रियपदं यस्य प्रथमाविभक्ति अन्तर्मुखमस्ति, नाम कर्मपदं, तदनुसृत्य रूपं स्वीकरोति. अतः बालकः बालकेन आपणः गम्यते, तत्र आपणः तत्र कर्तृपदमस्ति बालकः, तस्य तृतीयविभक्त्यन्तं रूपं भवति. इदानीं कर्मपदम् अस्ति आपणः, तस्य प्रथमाविभक्त्यन्तं रूपमस्ति. अनन्तरं क्रियपदं यस्य प्रथमाविभक्त्यन्तं रूपं, कर्मपदं तदनुसृत्य रूपं स्वीकरोति. अतः बालकेन आपणः गम्यते, पुनः बहुवचने तत्र आपणाः गम्यन्ते, बालकेन आपणाः गम्यन्ते. अतः तत्र यदा वयं वदामः यत् यथा पुत्री दातव्या, अत्र दातव्यशब्दः इति कर्मप्रयोगे अस्ति, सर्वदा कर्तृप्रयोगे न भवितुमर्हति एव. अतः न केवलम् अत्र, अपि च अत्र गम्यते इति क्रियापदमस्ति, तिङन्तपदं क्रियापदमस्ति, दातव्यमिति क्रियापदं नास्ति, अपि तु विशेषणं. विशेषणस्य लिङ्गमपि अस्ति, अतः तत्र पुत्री अत्र अत्र पिता पुत्रीं ददाति इति वाक्यमस्ति. अत्र पिता इति कर्तृपदमस्ति, पुत्रीमिति कर्मपदमस्ति, ददाति इति कर्तृपद इति क्रियपदं तत्र कर्तृपदस्य अनुगुणं रूपं स्वीकरोति. तर्हि अत्र पिता इति प्रथमाविभक्तौ, पुत्रीमिति द्वितीयविभक्तौ, ददाति इति कर्तृपदमनुसृत्य रूपं स्वीकरोति. इदानीं यदि कस्मैचित् वयं दद्मः, तत्र चतुर्थी विभक्तौ अस्ति. कर्तृप्रयोगे कर्मणि प्रयोगे न किमपि परिवर्तनमस्ति. यस्मै वयं दद्मः चतुर्थी विभक्तिः तिष्ठति एव, कर्तृप्रयोगे अपि कर्मणि प्रयोगे एव तिष्ठति. तर्हि अत्र कन्या अथवा पुत्री दातव्या, पित्रा, तत्र पित्रा इति कर्तृपदं तृतीयाविभक्तौ अस्ति, पित्रा. तत्र पुत्री इति कर्मपदं प्रथमाविभक्तौ, अपि च यस्मै वदामः तत्र पुरुषाय. तर्हि पित्रा पुत्री पुरुषाय दातव्या इति वाक्यमस्ति, स्पष्टं वा सर्वेषां कृते? परिचयत्वेन अग्रे गत्वा अस्मिन्नेव पुस्तके अस्य विस्तृतरूपेण एतादृशी चर्चा भविष्यति, किन्तु परिचयत्वेन मया उक्तं। कोऽपि प्रश्नः? स्पष्टमस्ति, अस्तु समीचीनमस्ति। चाटु इत्युक्ते किं? चाटु शब्दस्य अर्थः कः? कः शब्दः? चाटु, चाटु श्लोकः। चाटु, चाटु, चाटु प्रायः तत्र यत्र हासिः अस्ति अथवा आनन्दः, कोऽपि जानाति वा, दृष्टवन्तः वा? चाटु श्लोकः तत्र आनन्दः अथवा तत्र तादृश किं कोऽपि अर्थः स्यात्, पश्येम अनन्तरं। किन्तु अत्र मुख्यमस्ति प्रयोगः, सर्वेषां मनसि भवेत्, कर्तरि कर्मणि च, अग्रे अग्रे च तस्य चर्चा भविष्यति। अस्तु, समीचीनं। तर्हि भगवद्गीता श्लोकान् बहु श्लोकान् क्त्वा प्रत्ययः उपयोगं करोति, अस्तु? भवती पृच्छति इति वदति, प्रश्नः अस्ति वा? न, प्रश्नः अस्ति, क्त्वा उपयोगं करोति अत्र अत्र अत्र कति केषु केषु केषु केषुचित् सन्ति, केषुचित् न सन्ति, अत्र अस्ति, तावदेव अस्ति। विधिलिङ्ग या वर्तमान नास्ति, न न, तत् तादृशमपि अस्ति, तादृशमपि अस्ति अवश्यम्। अस्तु, तर्हि समय भगिनि, हा, समयः जातः, इदानीं विरमाम, किन्तु इतः अग्रे गच्छेम अग्रिमे सप्ताहे। तर्हि सर्वेषां धन्यवादः, नमस्कारः। धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः महोदय।